गुरुब्रह्मा गुरुष्णु गुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः अतिरिक्तगुणः अपि संयोगनाशकः च इति तत्र तस्य लक्षणवाक्यमस्ति तस्य समर्थनं नाम तत् सत्यम् इति निरूपयितुम् अस्माकम् इच्छा अस्ति अतः तत्र वयं तत्र प्रत्यक्षेण तद् साधयितुं न शक्नुमः इति कृत्वा तत्र अनुमानेन साधयितुं प्रयत्नं कुर्वन्तः स्म तत्र अनुमाने तत्र व्यतिरेकव्याप्तिः वा तत्र अथवा तत्र अन्वयव्याप्तिः वा इति तस्मिन् विषये इदानीं क्लेशः जातः अस्माकं नाम तत्र यद्वयं दृष्टवन्तः गतवर्गे तत्र दृष्टान्ते तत्र हेतुः अपि अस्ति साध्यमपि अस्ति अपि तत्र दृष्टान्तः पक्षस्य एकभागः इव दृश्यते तर्हि किन्तु दृष्टान्तः पक्षभिन्नस्थलं भवेत् खलु इति अपि आक्षेपणम् आसीत् तर्हि तत्र किम् अत्र भवति इति अस्माकं प्रश्नः अतः तत्र वयं तत्र अनुमानस्य नाम तत्र द्विविधम् इति उक्तम् इति तत्र पर्वतः वह्निमान् धूमात् इत्यस्मिन् तत्र किम् इष्टः अस्माभिः नाम सर्वेषु पर्वतेषु वह्निः अस्ति अथवा तत्र केषुचित् पर्वतेषु एव वह्निः अस्ति इति तत्र भेदः वर्तते तस्य भेदस्य अवगमनम् एव इदानीं तत्र प्रवर्तमानः विषयः अस्तु तर्हि तत्र आरम्भं कुर्मः तर्हि तत्र उषा भगिनी आरम्भं करोति वा तत्र तर्हि अनुमानं द्विविधम् इत्युक्तं ततः आरभ्य उषा भगिनी अस्तु अस्तु अस्तु अत्र मम दोषः अत्र सम्यक् नास्ति वा इति मम मनसि अस्तु अस्तु तर्हि चिन्ता मास्तु अस्तु भगिनि तर्हि अनुमानं द्विविधम् इत्युक्तं सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम् अत्र द्वयोः कृतेः नामकरणमपि वर्तते पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति पक्षता अवच्छेदक सामानाधिकरण्येन साध्यम् इति एकेन स्क्रीन् न दृश्यते एकेन पक्षत महोदय फाण्ट् केन् यू रिड्यूस् इट् कर्तुं शक्यते वा महोदय आम् महोदय एकेन पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमितिः उद्दिष्टा अपरेण पक्षता अवच्छेदक सामानाधिकरण्येन साध्य अनुमितिः उत्तिष्ठ अनुमानं द्विविधम् इत्युक्तं सर्वतेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम् वयं पूर्वम् उदाहरणं दृष्टवन्तः सर्वेषु पर्वतेषु वह्निः अस्ति इति एकम् उदाहरणम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति अपि अस्ति इति साधनम् नाम तत्र अस्माकं लक्ष्यं किम् इति तत्र तस्य आधारेण भेदः वर्तते यदि वयं सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुम् इच्छामः तर्हि तत् एकविधम् अनुमानम् यदि केषुचित् पर्वतेषु एव वह्निः अस्ति इति साधयितुम् इच्छामश्चेत् तत् अपरविधम् अनुमानम् अन्य नाम तत्र अतः इदानीम् एतावत् पर्वतः वह्निमान् इति विषये वयं चिन्तितवन्तः तत्र एकविध अनुमानमेव वर्तते इति किन्तु इदानीम् अस्माकं चिन्तनं किञ्चित् परिष्कृतम् ओ तत्रापि द्वैविध्यं वर्तते नाम सर्वेषु पर्वतेषु वा अथवा केषुचित् पर्वतेषु वा अतः तत्र अस्माकं लक्ष्यं किम् इति सम्यक् रीत्या अवगमनं भवेत् तदेव अनुमानं साधयितुं शक्नुमः अत्र द्वयोः कृते नामकरणमपि वर्तते एकम् अस्ति पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति ओके पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति अन्यमस्ति पक्षता अवच्छेदक सामानाधिकरण्येन साध्यम् इति पक्षता अवच्छेदक सामानाधिकरण्येन साध्यम् इति सो सामानाधिकरण्यम् इति डिफ्रेन्स् अस्ति तर्हि तत्र प्रथमविधं पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति तत्र तत्र किम् इष्टं सर्वेषु पर्वतेषु वा सर्वेषु पर्वतेषु उड्बि तत्र सर्वेषु पर्वतेषु इति इष्टं द्वितीय सामानादिकरण्येन यत्र वर्तते तत्र किम् इष्टं केषुचित् पर्वतेषु वह्नि केषुचित् पर्वतेषु साध्यम् इति केषुचित् नाम तत् साधनीयं नाम तत् साधनीयं साधनीयम् अत्र साध्यमिति नाम अनुमानविषये साध्यं यदस्ति तद् तदेव किन्तु अवच्छेदेन साध्यं नाम साध्यस्य अवच्छेदकः कः इति अत्र तत्र नामकरणं नाम साध्यम् अग्रे गत्वा पश्यामः साध्यं प्रथमविधे पक्षता अवच्छेद का अवच्छेदेन इत्युक्ते पक्षे सर्वत्र वर्तते द्वितीयविधं किमस्ति साध्यं पक्षे वर्तते किन्तु सर्वत्र वर्तते इति नास्ति किन्तु कुत्रचित् अस्ति पक्षे इति तावत् कुत्रचित् यत्र सामान्याधिकरण्येन वक्तुं शक्यते तत्र एव तत् साध्यम् अस्ति यत्र साध्यम् इति नाम पक्षस्य एकभागे अस्ति इति अस्तु पक्षे सर्वत्र अस्ति इति तादृशम् अनुमानम् अस्ति चेत् तत्र पक्षता अवच्छेदक अवच्छेदन साध्यम् इति वदामः एकेन पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमितिः असाध्य अनुमितिः उत्तिष्ठा अपरेण पक्षता अवच्छेदक सामानाधिकरण्येन साध्यं साध्य अनुमितिः उद्दिष्टा ओके तर्हि एतावत् तत्र किमपि नास्ति नाम तत्र वैविध्यं वर्तते इति कृत्वा तत्र साध्यस्य अपि नामकरणम् अनुमितेः अपि नामकरणं तावदेव तर्हि भेदः कुत्र सर्वेषु पर्वतेषु केषुचित् पक्षदृष्ट्या किं भवति पक्षे सर्वत्र वा एकस्मिन् भागे वा एकस्मिन् भागे इति एव तावदेव भेदः पक्षे सर्वत्र इत्युक्ते तत्र अवच्छेदेन इति पक्षता अवच्छेदक अवच्छेदेन पक्षे केवलम् एकस्मिन् भागे वर्तते इति चेत् इच्छामश्चेत् पक्षता अवच्छेदक समानाधिकरण्येन साध्यम् साध्यं तर्हि तत्र अनुमानद्वयमस्ति तत्र किम् अनुमानं सुलभम् अस्ति प्रथमविधं वा द्वितीयविधं वा प्रथमविधं प्रथमविधे पक्षे सर्वत्र भवति इति साधनीयं तद् द्वितीयविधे पक्षे एकस्मिन् भागे अस्ति ओ ओके पक्षे एकस्मिन् भागे अस्ति इति साधयति द्वितीयं तर्हि किं सुलभम् इति चिन्तयति भवती नाम सन्दर्भानुसारं क्ले तत्र कष्टं कथम् इति तत् सर्वम् अस्ति, किन्तु सर्वत्र तत्र किमपि वर्तते अथवा तद् वर्तते कुत्रचित् वर्तते इति सुलभम् इति मन्ये खलु? कुत्रचित् वर्तते इति सुलभम् इति सुलभं हा सर्वत्र वर्तते तद् तद् अहं चिन्तयामि तद् कष्टकरम् इति. प्रथमतया तद् वर्तते कुत्रचित् वर्तते नाम तत्र यदि वयं वदामः तत्र प्रकोष्ठे तत्र प्रकाशः अस्ति वा, प्रकाशः अस्ति कुत्रचित् प्रकोष्ठे प्रकाशः अस्ति चेत् तत् सत्यं भवति, किन्तु यदि प्रकोष्ठे सर्वत्र प्रकाशः अस्ति चेत् डिफ्रेन्शियेशन् इस् नाट् ईज़ी इन् दट् सेन्स्. अतः तत्र प्रकाशः पक्षे अस्ति कुत्रचित् साध्यमस्ति तत् सुलभमस्ति, किन्तु सर्वत्र अस्ति इति चेत् तद् तद् सत्यम् इति निरूपयितुं तत्र श्रमम् आवश्यकम् आवश्यकम् अधिकं श्रमम् आवश्यकम् इति चिन्तयामि खलु. आम् आं महोदय आम्. अतः एव तत्र भेदः नाम अनुमानस्य द्वैविध्यम्, एकस्मिन् पक्षे सर्वत्र साध्यम्, अन्यस्मिन् तत्र पक्षे साध्यं कुत्रचित् वर्तते, पक्षे वर्तते कुत्रचित् तत्तु वर्तते साध्यम् इति. अतः द्वितीयं सुलभम् इति मन्ये, अतः एव भेदः इति. नाम यदि प्रथमं सत्यम् अस्ति चेत् द्वितीयमपि सत्यं खलु, नाम पक्षे सर्वत्र साध्यमस्ति चेत् पक्षे एकस्मिन् भागे अपि एकस्मिन् भागे अपि अस्ति अस्ति अस्ति एव. अतः तत्र द्वितीयविधं सुलभम् इति मन्ये. किन्तु एतावत् अत्र केवलं नामकरणमेव, अनुमानस्य वैविध्यं साध्यस्य तर्हि नामकरणनामद्वयम्, अनुमितिः अपि तस्य अनुमितेः अपि नामद्वयम्. अस्तु महोदय तावदेव अस्ति. अस्तु स्पष्टमस्ति, अत्र कोऽपि प्रश्नः? अस्तु धन्यवादः भगिनी. अस्तु अग्रे चन्द्रमति भगिनी अग्रे. दृश्यते वा भगिनि? पक्षदावच्छेदक तदारभ्य वा? सत्यं भगिनि, पक्षदावच्छेदक अवच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति इति साध्यानुमितिः उद्दिष्ट. पक्षदावच्छेदकम् इत्यनेन अत्र पर्वतत्वं येन रूपेण पक्षः तद् तद्रूपं पक्षदावच्छेदकम् नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. अतः पर्वतः इति पदप्रयोगः क्रियते. अनेन पर्वतः पक्षः पक्षदा पर्वतनिष्ठा पक्षदावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम्. पक्षदावच्छेदक अवच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे निरस्ति इति साधयितुं पक्षदावच्छेदक अवच्छेदेन अत्र अवच्छेदक कृत्वा अवच्छेदेन अत्र सर्वस्मिन् पर्वते एकस्मिन् कस्मिंश्चित् भागे पूर्णपर्वते अस्ति चेत् कस्मिंश्चित् भागे अपि साध्यते इति अनुमानं कर्तुं शक्यते इति वा? अद्य यदि वयं वदामः नाम यदि वयं वदामः तत्र पर्वतः वह्निमान् इति तत् साध्यं पर्वते वह्निः अस्ति इति यदि वदामः तत्र किं वयं वदामः तत्र पर्वते सर्वत्र वह्निः अस्ति इति वदामः वा अथवा पर्वते कुत्रचित् वह्निः अस्ति कुत्रचित्? अतः यदि वयं वदामः सर्वेषु पर्वतेषु वह्निः अस्ति इति यदि वदामः तत्र अर्थः कः इत्युक्ते प्रत्येकस्मिन् पर्वते एकस्मिन् भागे वह्निः अस्ति, निश्चयेन अस्ति. किन्तु वयं न इच्छामः तत्र प्रत्येकस्मिन् पर्वते प्रत्येकस्मिन् भागे अपि वह्निः अस्ति इति तु तद् न इच्छामः, तद् वक्तुं न इच्छामः खलु. प्रत्येकस्मिन् भागे अस्ति इति चेत् सर्वत्र पर्वते अस्ति इति न भवेत्. किन्तु किन्तु अस्माकम् उद्देशः यदि वयं वदामः सर्वेषु पर्वतेषु वह्निः अस्ति इति तस्य वाक्यस्य अर्थः कः? प्रत्येकस्मिन् पर्वते अपि कस्मिंश्चित् भागे प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति, कस्मिंश्चित् भागे अस्ति, तावदेव वक्तुम् इच्छामः खलु. तदेव पक्षतावच्छेदकम् इत्यनेन इत्युक्ते कस्मिंश्चित् भागे इति एव अर्थः, एव अर्थः. किन्तु अत्र मूलविषयः अस्ति सर्वेषु पर्वतेषु इति, प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति. इदानीम् अग्रे तेन रूपेण पक्षदावच्छेदकम् इत्यनेन अत्र पर्वदत्वम् इत्युक्ते अत्र प्रत्येकस्मिन् भागे इति प्रत्यक्ष पक्षदावच्छेदकम् इत्यनेन पक्षता अवच्छेदकं नाम पक्षता अथवा पक्षतत्वं कः अत्र? अत्र सर्वस्मिन् भागे यदि नास्ति प्रत्येकस्मिन् भागे अस्माकम् अनुमिति किम् अस्ति? पर्वतः किमस्ति? अनुमानवाक्यं किमस्ति? पर्वतः वन्यमान् धूमात् यथा तत्र पक्षः कः अत्र? पर्वतः पर्वतः अतः पक्षता पक्षता नाम पक्षतत्वं पक्षस्य भावः खलु. तर्हि पक्षता अवच्छेदकं नाम कुत्र कुत्र पक्षता अस्ति इति वक्तुम् अत्र किम् उक्तम् इत्यनेन अवच्छेदकं पक्षतायाः अवच्छेदकं किम् अस्ति अत्र पर्वतत्वं. किमर्थम् अग्रे वर्तते अग्रे उक्तं पर्वतो वन्यमान् धूमात् इति वयं वदति चेत् अत्र पर्वतम् इत्युक्ते अत्र कुत्रचित् भागस्य पर्वतम् इति एव तदेव पर्वतत्वम् इदानीं पर्वतः इत्युक्ते सम्पूर्णपर्वतः खलु. किन्तु तत्र यदि तत्र भेदः नाम पर्वतः वह्निमान् धूमात् इत्यत्र अर्थद्वयं भवितुम् अर्हति. वयं सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुम् इच्छामः इति एकविधा, अन्यस्मिन् अस्ति ओ केषुचित् पर्वतेषु एव वह्निः अस्ति इति अपि तत्र इच्छा भवेत् खलु. नाम तत्र शतपर्वताः भवन्ति किन्तु अपि तत्र धूमः दृश्यते तत्र कुत्रचित् वयम् अस्माकम् इच्छा भवति ओ सर्वेषु पर्वतेषु वह्निः अस्ति इति इच्छा भवेत्. अन्यस्मिन् काले ओ केषुचित् पर्वतेषु वह्निः अस्ति इति इच्छा भवेत् खलु. अतः अनुमानस्य द्वैविध्यम् अस्ति, सर्वेषु इति एकविधं, केषुचित् इति अन्यविधं. सर्वत्र सर्वेषु पर्वतेषु इति वक्तुम् इच्छामश्चेत् तत्र अवच्छेदकः भवति पर्वतत्वं, यतोहि यत् सर्वेषु पर्वतेषु इति इच्छा खलु. अत्र अग्रे उक्तं तर्हि पठतु भगिनी. येन रूपेण पक्षः तद्रूपं पक्षावच्छेदः पक्षदावच्छेदेन पक्षः तद्रूपेण पक्षदावच्छेदकं नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. पर्वतरूपपक्षस्य सर्वदत्तेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. नाम पर्वतः पक्षः अस्ति चेत् पक्षत्वं किमस्ति? पर्वतत्वम्. हा, पुस्तकं पक्षः अस्ति चेत् तर्हि पक्षत्वं किम्? हा, तावदेव. अतः येन रूपेण पक्षः तद्रूपमेव पक्षता अवच्छेदकं, तावदेव. अस्तु, अतः पर्वतः इति पदप्रयोगः क्रियते, तत्कारणेन पर्वतः इति पदप्रयोगः. अनेन पर्वतः पक्षः पक्षदा पर्वतनिष्ठ पक्षदा अवच्छेदकं पर्वते भासमानः धर्मः पर्वतत्व. अनेन पर्वतः पक्षः पक्षदा पर्वतनिष्ठ पक्षदा पर्वतनिष्ठा पक्षदा अवच्छेद. नाम यदि यदि पर्वतः पक्षः अस्ति चेत् पक्षतः कुत्र अस्ति? पर्वते. पर्वते एव अस्ति, अन्यत्र नास्ति. तर्हि पर्वतनिष्ठा अस्ति पक्षता. पक्षता पर्वतनिष्ठा. यत्र पर्वतः नास्ति तत्र पक्षता अस्ति वा? न. अत्र अतः पक्षतायाः अवच्छेदकं नाम लिमिटिङ्ग्. अवच्छेदकम् इत्युक्ते कुत्र अस्ति कुत्र नास्ति इति तत्र तस्य सीमां रचयति. तर्हि पक्षतायाः अवच्छेदकं किम् अस्ति? यत्र पर्वतः अस्ति तत्रैव पक्षता अस्ति, यत्र पर्वतः नास्ति तत्र पक्षता नास्ति. अतः पक्षतायाः अवच्छेदकम् अस्ति पर्वते भासमानः धर्मः पर्वतत्वम्. पर्वतत्वं नाम यत्र पर्वतत्वम् अस्ति तत्रैव पक्षता अस्ति इति. अतः तत्र पक्षता अस्ति, अतः यत्र पर्वतत्वमस्ति तत्र एव पक्षता अस्ति इति अस्ति. नाम पर्वतत्वमेव पक्षत्वम् इति अपि तत्र वक्तुं शक्नुमः, अथवा पक्षतायाः अवच्छेदकमस्ति पर्वतत्वं, तदपि समानमेव. यतोहि यत्र पर्वतः नास्ति तत्र पक्षता नास्ति. समीचीनम्. हा, अस्तु. इदानीं तत्र केवलम् अवच्छेदकः नाम किम् इति तत्र अस्मिन् परिच्छेदे उक्तं, तावदेव. अस्तु, अग्रेसरामः, धन्यवादः भगिनि. अस्तु, इदानीं शोभ भगिनि अग्रे तत्र तदा इति आरभ्य. आं महोदय. हा, तदा पक्षतावच्छेदकावच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः. अत्र अवच्छेदनम् इति कोऽर्थः? यथा आत्मनि ज्ञानं जायते इत्युच्यते, आत्मनि ज्ञानं जायते इत्युच्यते. आत्मनि ज्ञानं कुत्र जायते? वस्तुतः आत्मा इति विभुपदार्थः सर्वत्र वर्तते. यथा आकाशः सर्वत्र वर्तते तथा आत्मा अपि सर्वत्र. किन्तु आत्मनः यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं जायते. तदर्थम् उच्यते यत् शरीरावच्छेदेन आत्मनि ज्ञानं जायते. शरीरावच्छेदेन आत्मनि ज्ञानं जायते. तदवच्छेदकदेशः तत् अवच्छेदकदेशः. आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः तदन्तर्भावेण आत्मनि ज्ञानं जायते. अस्तु. हा, तर्हि तत्र पक्षतावच्छेदकावच्छेदक अवच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः. अत्र अवच्छेदनं एतावत् पूर्वस्मिन् परिच्छेदे किं कृतं? पक्षता अवच्छेदक अवच्छेदेन इति पदे सर्वस्मिन् वर्तते इति अर्थः. तत्र प्रथमभागस्य अर्थः कः इति दत्तं खलु, इदानीं वर्णितं तत्र. पक्षता अवच्छेदक इति तावत्पर्यन्तं पूर्वस्मिन्. इदानीं तत्र प्रथमवाक्यं पूर्वस्मिन् परिच्छेदेन परिच्छेदस्य प्रथमवाक्यमेव आसीत् तत्र. पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन् इति. इदानीं तत्र पक्षतावच्छेदकावच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः अस्ति. तृतीयविभक्त्याम् अस्ति भागः, तस्य वर्णनं न कृतम् न कृतम् इति. तत्र तु पक्षतावच्छेदकम् इत्यत्र पर्वतत्वम् अवच्छेदकं भवति इति उक्तम्. इदानीम् अवच्छेदेन इति तस्य अर्थः अवच्छेदेन इति इत्यस्य विवरणम् अग्रे. अत्र तदेव अवच्छेदनम् इति कोऽर्थः इत्युक्ते यथा आत्मनि ज्ञानं जायते इत्युच्यते. तत् जानीमः तत्र वेदान्ते आत्मनि ज्ञानं जायते इति वक्तुम् उक्तमस्ति. तत्र आत्मनि ज्ञानं कुत्र जायते इति प्रश्नः भवति चेत् यथा तत्र पर्वते वह्निः कुत्र वर्तते इति तत्र किं तुलनं कर्तुं तत्र वस्तुतः आत्मा इति विभुपदार्थः सर्वत्र वर्तते इति जानीमः. आत्मा इति विभुः इत्युक्ते सर्वव्यापी, सर्वत्र वर्तते. यथा आकाशः सर्वत्र वर्तते तथा आत्मा अपि सर्वत्र. किन्तु आत्मनः यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं जायते इति. यतोहि तत्र तत्र शरीरः इति अवच्छेदकः भवति तत्र. अतः आत्मानः इति आत्मानः अवच्छेदकः भवति शरीरः खलु महोदय. तर्हि तेन शरीरेण सीमितं भवति आत्मा. यतोहि तत्र यथा कस्मिन् पात्रौ वायुः अस्ति तेन पात्रेण सीमितः भवति तस्मिन् कन्फार्म् इति वदामः तत्र. तथा शरीर अवच्छेदेन आत्मनि ज्ञानं जायते. तद् अवच्छेदकदेशः भवति. इदानीं तदेव अवच्छेदकदेशः इत्युक्ते शरीरः अवच्छेदकदेशः. आत्मनि ज्ञानं जायते अवच्छेदेन. यत् आत्मा शरीरे वर्तते इति भासते तत्र तद् अवच्छेदकदेशः भवति. आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः तदन्तर्भावेण आत्मनि ज्ञानं जायते. सः अवच्छेदकः देशः अन्तर्भूतः अस्ति आत्मनि. आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः अन्तर्भावेण आत्मनि ज्ञानं जायते. तदन्तर्भावेण आत्मनि ज्ञानं जायते इति इत्युक्ते तत्र अन्तर्भूतः अस्ति एषः अवच्छेदकः देशः. किं शरीरे इति तत्र शरीरे यत् या किं यत् आत्मा अस्ति तत्र इति अवच्छेदकः देशः भवति. तद् आत्मनि यः यत् आत्मा सर्वत्र अस्ति विभुः अस्ति तस्मिन् अन्तर्भूतम् अस्ति. अतः तत्र आत्मनि ज्ञानं जायते इति वक्तुं शक्नुमः इति मन्ये महोदय तत्र. नाम आत्मनि ज्ञानं जायते इति वदामः किन्तु तत्र ज्ञानं कुत्र अस्ति इत्युक्ते वयं वदामः ज्ञानस्य अवच्छेदकम् अस्ति खलु. अवच्छेदकः तदेशः शरीरे वर्तते इति. शरीरदेशः शरीरदेशः एव तत्र अवच्छेदकदेशः ज्ञानस्य ज्ञानस्य कृते. तर्हि आत्मनि जायते ज्ञानं किन्तु आत्मनि सर्वत्र ज्ञानम् अस्ति इति न वदामः. न केवलम् अस्मिन् शरीरे यत्र जायते तस्मिन् शरीरे एव शरीरे. तर्हि शरीरम् इति तत्र शरीरम् एक तत्र एकदेशे एव अस्ति. अतः तत्र वयं यः देशः शरीरस्य अस्ति सः देशः एव तत्र ज्ञानस्य अवच्छेदकः इति वदति. अवच्छेदकः भवति. किन्तु तत् अन्तर्भूतः अस्ति आत्मनि इति. नाम तत्र सत्यं आत्मनि अस्ति किन्तु आत्मनि सर्वत्र नास्ति. एकस्मिन् भागे एव एतद् ज्ञानम् अस्ति. नाम तत्र ज्ञानम् आत्मनि, यद्यपि तत्र आत्मा विभूपदार्थः अस्ति, तस्य भागः अपि न वर्तते, यतोहि तस्य ज्ञानमपि न जायते यतोहि सर्वदा न न सत्यं सत्यं हा. किन्तु अत्र न्यायशास्त्रे तत्र आत्मा भिन्नम् अपि तत्र परमात्रभिन्नम् इति स्वीकृतम् अत्र खलु. नाम तत्र अनेके आत्मान आत्मानः सन्ति हा. अतः तत्र ज्ञानम् अस्मिन् शरीरे आत्मा अस्ति तस्य एव ज्ञानं जायते इति, तस्य एव ज्ञानं जायते अपि आत्मनि एतस्मिन् देशभागे एव तत्र ज्ञानम् अस्ति. अतः देशः शरीरस्य यः देशः अस्ति, शरीरं यं देशम् आवृत्य तिष्ठति सः देशः एव तत्र अवच्छेदकः भवति ज्ञानस्य इति. अस्तु, अतः तत्र अवच्छेदेन इत्युक्ते नाम तत्र अवच्छेदेन, तत्र देशस्य अवच्छेदेन ज्ञानम् आत्मनि वर्तते इति. नाम ज्ञानम् आत्मनि सर्वत्र न वर्तते, सीमितमस्ति, अवच्छेदनम् अस्ति, तस्य अवच्छेदनम् अस्ति, अवच्छेदकः अपि अस्ति, ज्ञानम् अवच्छेद्यम् अस्ति. अवच्छेदकः कः? अवच्छेदकः अस्ति देशः. कः देशः? शरीरस्य देशः इति. समीचीनम्, आम् अस्तु, धन्यवादः भगिनी. अस्तु अग्रे तर्हि आचार्य, तर्हि वयं वदामः आत्मा इति विभूपदार्थः, अस्य भागः न वर्तते, परन्तु इदानीम् अस्माभिः एव आत्मनः ज्ञान इति धर्म आधारीकृतं कृत्वा शरीरदेशे तत्र भागः कृतः किल. सत्यं सत्यं भगिनि, यथा तत्र वयं पूर्वमपि उक्तवन्तः खलु, नाम तत्र आकाशस्य अपि तत्र आकाशः अपि विभूपदार्थः, किन्तु तत्र वयं तत्र लोके तत्र एतादृशप्रयोगः कुर्मः खलु. नाम तत्र भारतस्य तत्र आकाशदेशे इत्यादिकम्, अतः तत्र केवलं तत्र सौकर्यार्थं, यद्यपि तत्र यदि तत्र वयं तत्र भूगोलं दृष्ट्वा अपि तत्र एषः भागः एव भारतदेशः इति वदामः तत्र, तत्र रेखा सर्वं कुर्मः खलु, किन्तु भूमौ सा रेखा नास्ति खलु, केवलम् अस्माभिः आरोपिता खलु रेखा, तत्र एषा एव सीमा इति आरोपिता, किन्तु भूमि तादृशं चिन्तनं न करोति भूमिदेवी खलु. अतः तत्र केवलम् आत्मनः अस्माकं केवलं तत्र एतस्मिन् भागे एव ज्ञानं, यद्यपि भागः न कर्तुं शक्नुमः, केवलं तत्र सौकर्यार्थम् एतादृशकल्पना आरोपितम् इति. किन्तु सत्यमेव भगिनि, शरीरान्तर्भूत यः आत्मा भागः अस्ति तेन ज्ञानम् उत्पद्यते इति वा? न न न, तस्मिन् भागे एव ज्ञानम् अस्ति, तस्मिन् भागे ज्ञानम् अस्ति. अग्रे अग्रे कपि संयोगस्य अपि उदाहरणमस्ति नाम, किन्तु केवलं वदामि तत्र नाम, यद्यपि वयं चिन्तयामः तत्र आकाशः अपि आत्मा विभूपदार्थः, अतः तस्य चित्रं न रचयितुं शक्नुमः खलु. आकाशस्य चित्रं रचयतु इत्युक्ते न शक्यं, यस्य सीमा अस्ति तस्य एव किञ्चित् चित्रं कर्तुं शक्नुमः. अतः आत्मा सर्वत्र वर्तते खलु, अत्र अस्ति, अत्र सर्वत्र अस्ति, किन्तु शरीरः तस्य सीमा अस्ति, शरीरम् इति तु विभुपदार्थः नास्ति, तस्य तत् शरीरम् एकं देशस्य एकभागम् एकस्मिन् देशभागे वर्तते, तत्र एव ज्ञानम् उत्पद्यते इति. यतोहि तत्र तत्र उत्पद्यते परन्तु सर्वस्मिन् आत्मनि भवति अनन्तरं तत् ज्ञानम् आमां तर्हि तत्र अतः नाम कपिः संयोगस्य अपि नाम तत्र पक्षी यदि तत्र अथवा कपिः तत्र वृक्षे अस्ति कपिसंयोगः कुत्र अस्ति तत्र कपिः वृक्षे अस्ति इति वदामः किन्तु तत्र कुत्र अस्ति सर्वत्र अस्ति इति नास्ति खलु शाखायाम् अस्ति तादृशम् अत्र अपि चिन्तनं भवेत् इति इच्छा तावदेव नो चेत् तत्र प्रश्नः उदेति नाम तत्र सर्वत्र अस्ति चेत् तत्र तर्हि तत्र यद् ज्ञानं भवत्याः मनसि भवति तद् ज्ञानं मम मनसि अपि भवेत् खलु मया अर्जितं ज्ञानं त्वमपि स्वीकर्तुं शक्नोषि इति अतः तत्तद् न भवति खलु अतः तत्र ज्ञानस्य अवच्छेदकं भवेत् अतः ज्ञानं भवेत् केवलं शरीरं यत्र अस्ति तस्मिन् देशे एव एतत् ज्ञानम् अस्ति इति ते चिन्तयन्ति समीचीनप्रश्नः महोदय आत्मज्ञानस्य अवच्छेदकं शरीरं भवति वा आत्मज्ञानस्य आमाम् आं भगिनि नाम तत्र ज्ञानं केवलं शरीरभागे एव सत्यं भगिनि अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा आमाचार्य नमो नमः नमस्कारः मया क्षम्यतां मम अपि विलम्बः जातः भगिनि चिन्ता मास्तु अस्तु एवमेव वृक्षे कपिसंयोगः वृक्षे कपिसंयोगः कुत्र भवति शाखायां तदर्थं शाखावच्छेदेन वृक्षे कपिसंयोगः जायते इति उच्यते वृक्षे कपिसंयोगसत्त्वे शाखा अवच्छेदकः देशः तथैव अत्र अपि पक्षता अवच्छेदक अवच्छेदेन पर्वतत्व अवच्छेदेन नाम पर्वतत्वं कुत भवति निखिलपर्वतेषु तत्र सर्वत्रापि वह्निः अस्ति इति ज्ञानं पर्वते कुत्र इह पर्वते नितम्बे हुताशनः न शिखरे नितम्ब इत्युक्ते पर्वतस्य कूलं प्रवणः वा मध्यदेशः हुताशनः इत्युक्ते वह्निः नितम्बदेश अवच्छेदेन पर्वते हुताशनः वह्निः वर्तते न तु शिखरे शिखरावच्छेदेन नास्ति पर्वतस्य सर्वोपरितने भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात् पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति शुष्कतृणानि भवन्ति तत्र वह्नि उत्पत्तिः भवति मध्यदेश अवच्छेदेन अत्र कपिसंयोगस्य उदाहरणं वृक्षे कपिसंयोगः अस्ति इति वदामः चेत् तत्र कपिः कुत्र अस्ति वृक्षे शाखायां कपिः अस्ति अतः तत्र कपिसंयोगः वृक्षे कुत्र वर्तते शाखायाम् एव वर्तते वृक्षस्य शाखा तत् शाखायाम् एव कपिसंयोगः वर्तते तदर्थं वयं वक्तुं शक्नुमः शाखावच्छेदेन वृक्षे कपिसंयोगः जायते वृक्षे कपिसंयोगः अस्ति तस्य अवच्छेदक शाखा इति शाखायाः अवच्छेदेन शाखा अवच्छेदेन वृक्षे कपिसंयोगः इति वक्तुं शक्नुमः तर्हि तत्र संयोगः अवच्छेद्यः अस्ति कपिसंयोगः अपि अवच्छेदका इदानीं स्त्रीलिङ्गे यतोहि शाखा स्त्रीलिङ्गे अस्ति तर्हि अवच्छेदका अस्ति तत्र शाखा अवच्छेद्यः अस्ति कपिसंयोगः शाखा अवच्छेदेन वृक्षे कपिसंयोगः इति वृक्षे कपिसंयोगसत्त्वे शाखा अवच्छेदकः देशः वृक्षे कपिसंयोगसत्त्वे तत्र सतिसप्तमी इति दृश्यते सत्यं यदि वृक्षे कपिसंयोगः भवति तदा तदा अवच्छेदकः तदा तस्य संयोगस्य अवच्छेदकः भवति तत्र देशः देशः तत्र संयोगस्य देशः कः इत्युक्ते शाखायाः अवच्छेदेन देशः नाम तत्र सर्वत्र न भवति यत्र शाखा अस्ति तत्र तस्मिन् देशे एव संयोगः अस्ति तावदेव तत्र तथैव अत्र अपि पक्षतावच्छेदैक अवच्छेदक अवच्छेदेन पर्वतत्व अवच्छेदेन पर्वतः इति पक्षः अस्ति चेत् पक्षता पर्वतनिष्ठा पक्षता भवति पर्वत अवच्छेदक तत्र पर्वतत्वम् इति यतोहि तत्र यत्र पर्वतत्वं तत्र एव पक्षता पक्षता पर्वते अस्ति पक्षता अवच्छेदकं यत् धर्मः तत् पर्वतत्वम् हा नाम पक्षता पक्षता कुत्र वर्तते पक्षता पर्वते वर्तते पर्वतभिन्नस्थले नास्ति खलु पक्षता तर्हि पक्षतायाः अवच्छेदकं किम् अस्ति पर्वतत्वम् इति अतः अतः इदानीं किं कृतं तत्र तत्र मूलपदं पक्षता अवच्छेदक अवच्छेदेन इति अस्ति खलु तत्र प्रथमभागः पक्षता अवच्छेदकम् इत्युक्ते किम् इत्युक्ते तत्र पूर्वस्मिन् भागे आसीत् नाम पर्वतत्वम् अस्ति खलु पर्वतत्वम् अतः पर्वत पक्षता अवच्छेदकं नाम पर्वतत्वम् तस्य अवच्छेदेन पक्षता अवच्छेदक अवच्छेदेन नाम पर्वतत्व अवच्छेदेन इदानीम् अवच्छेदेन इत्युक्ते तस्य अर्थः किम् इति उक्तं खलु तत्र अवच्छेदेन नाम येन तत्र सीमा रचितं खलु नाम शाखा अवच्छेदेन इत्युक्ते संयोगः सर्वत्र नास्ति यत्र शाखा अस्ति तत्र एव संयोगः अस्ति इदानीं तत्र किं करणीयम् इत्युक्ते नाम शाखा अवच्छेदेन इत्यस्य अर्थः कः शाखा अवच्छेदेन संयोगः इति नाम एतद् वाक्यं शाखा अवच्छेदेन वृक्षे कपिसंयोगः इति वाक्यस्य अर्थः कः शाखा अवच्छेदेन वृक्षे कपिचर इत्युक्ते शाखायाः अवच्छेदेन तत्र वृक्षे कपिसंयोगः भवति कपिसंयोगः वृक्षे कपिसंयोगः सर्वत्र न भवति तत्र सर्वत्र नास्ति संयोगस्य अवच्छेदक शाखा अतः कपिसंयोगस्य अवच्छेदकः शाखा अतः शाखा अवच्छेदेन कपिसंयोगः वृक्षे इति नाम शाखा अवच्छेदेन इत्युक्ते यत्र शाखा अस्ति तत्र एव संयोगः अस्ति इति खलु इदानीं पक्षत अवच्छेदक अवच्छेदेन इति तत्र अवच्छेदकः अपि अस्ति अवच्छेदेन अपि अस्ति खलु अतः पक्षत अवच्छेदक अवच्छेदेन इति तत्र अवच्छेदकः अस्ति अवच्छेदेन इति अपि अस्ति खलु तर्हि अत्र प्रथमभागे पक्षत अवच्छेदकः इति यत् अस्ति तस्य अर्थः पर्वतत्वम् अस्मिन् उदाहरणे अतः इदानीम् एतत् पदं केवलं पर्वतत्व अवच्छेदेन इति अभवत् खलु पर्वतत्वेन पर्वतत्व अवच्छेदेन यथा शाखा अवच्छेदेन तथैव पर्वतत्व अवच्छेदेन इति नाम वह्निः कुत्र अस्ति यथा कपिसंयोगः यत्र शाखा अस्ति तत्र एव कपिसंयोगः अस्ति. शाखावच्छेदेन इत्युक्ते कपिसंयोगः यत्र शाखा अस्ति तत्रैव अस्ति. पर्वतत्व अवच्छेदेन वह्निः अस्ति इति यदि वदामः तत्र अर्थः कः? यत्र पर्वतत्वम् अस्ति तत्र वह्निः अस्ति. वह्नि अस्ति यत्र यत्र पर्वतत्वं तत्र एव वह्नि इति आगतं खलु. अतः तत्र पक्षता अवच्छेदक अवच्छेदेन इति प्रथमविध अनुमितिः खलु. अपि पक्षता अवच्छेदक साधा समानादिकरण्येन इति द्वितीयविधमासीत्. पक्षता अवच्छेदक अवच्छेदेन पक्षता अवच्छेदक समानादिकरण्येन इति. अत्र यत्र यत्र पक्षता अवच्छेदकमस्ति तत्र सर्वत्र सब्स्टिट्यूट् पर्वतत्वम् इति स्थापनीयम्. तावदेव. इदानीं प्रथमविधं पर्वतत्व अवच्छेदेन. अग्रे पर्वतत्व अवच्छेदेन पर्वतत्वेन सीमितः इति तत् यत्र यत्र पर्वतत्वं तत्र तत्र एव वन्ति. नाम पर्वतत्वं कुत भवति? निखिलपर्वतेषु. सर्वेषु पर्वतेषु तत् पर्वतत्वम् अस्ति, यतोहि तत् धर्मः अस्ति. तत् सर्वत्र पर्वत सर्वेषु पर्वतेषु वर्तते. तत्र सर्वत्र अपि वह्निः अस्ति इति ज्ञानं. यत्र यत्र पर्वतत्वं तत्र तत्र वह्नि इति वदामः चेत् तत्र सर्वेषु पर्वतेषु निखिलपर्वतेषु पर्वतत्वम्, अतः सर्वत्र अपि वह्निः इति ज्ञानम्. पर्वते कुत्र? इह पर्वते नितम्बे हुताशनः न शिखरे. इत्युक्ते तत्र पर्वते सर्वत्र वह्नि अस्ति वा? न तथा. तत्र एकस्मिन् भागे, तत् नितम्बभागे, तत्र अग्रिमे तत्र दत्तमस्ति पर्वतस्य कूलं प्रवणः वा मध्यदेशः, तत्र नितम्ब इति संज्ञा. तत्र तस्मिन् एकभागे हुताशनः इत्युक्ते अग्निः, शिखरे अग्निः नास्ति. हुताशनः हुताशनः शिखरे नास्ति. नितम्बदेश अवच्छेदेन पर्वते वह्निः वर्तते. अधुना पर्वते सर्वत्र वह्निः नास्ति, एकस्मिन् एव भावे शिखरे वह्निः नास्ति, नितम्बे एव वह्निः अस्ति. इत्युक्ते नितम्बदेशः एकदेशः, तत् अवच्छेदकः भवति. अतः नितम्बदेश अवच्छेदेन पर्वते वह्निः वर्तते इति वक्तुं शक्नुमः. शिखरे वह्निः नास्ति एव, अतः शिखर इति अवच्छेदे अवच्छेदकरूपेण स्वीकर्तुं न शक्नुमः. शिखर अवच्छेदक वह्निः अस्ति इति स्थितिः न. नितम्ब अवच्छेदेन एव पर्वते वह्निः वर्तते इति वक्तुं शक्नुमः, न तु शिखर अवच्छेदेन इति वक्तुं शक्नुमः. पर्वतस्य सर्वोपरितने भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात्. तत्र शिखरे वृक्षाः न सन्ति, अतः तत्र वृक्षाणाम् अभावात् तत्र वह्निः नास्ति इति स्थितिः. पर्वतस्य मध्यदेशे वृक्षाः सन्ति, शुष्कतृणानि सन्ति, तत्र वह्निः उत्पादयति, वह्नेः उत्पादनं भवितुम् अर्हति, वह्न्युत्पत्ति भवति मध्यदेश अवच्छेदेन. इत्युक्ते तत्र पर्वते सर्वत्र वह्नीति न, पर्वते शिखरे वह्नि नास्ति, पर्वते मध्यदेशे वह्नि अस्ति. तत् एव अवच्छेदकरूपेण स्वीकर्तुं शक्नुमः. मध्यदेश अवच्छेदेन वह्निः अस्ति इति वक्तुं शक्नुमः. समीचीनं. धन्यवादः भगिनी. अस्तु, तर्हि तत्र तर्हि एतावत् वयम् उदाहरणद्वयं दृष्टवन्तः. नाम तत्र कपिसंयोगः इति कपिसंयोगः अपि तत्र शाखा एव तत्र अवच्छेदकः अवच्छेदका शाखा. तर्हि शाखा अवच्छेदेन वृक्षे कपिसंयोगः इति वदामः. अथवा इदानीं तत्र अन्यत् अस्ति नाम तत्र शाखा अपि वृक्षः इति वृक्षः वृक्षे शाखा इति भागः शाखा एव तत्र कपिसंयोगस्य अवच्छेदका तर्हि शाखा अवच्छेदेन कपिसंयोगः वृक्षे जायते इति वाक्यम् इदानीं तथैव तत्र एकः पर्वतः तत्र तर्हि पर्वतः एकः एव पर्वतः इदानीं तत्र वह्निः इति चिन्तनं वह्निः अस्ति इति चिन्तनं तर्हि पर्वते सर्वत्र वह्निः अस्ति इति न केवलं मध्यभागे अस्ति उपरि अत्र नास्ति वह्निः तर्हि तत्र नितम्भे अथवा तत्र मध्यदेश अवच्छेदेन इति तर्हि मध्यदेश इति एव अवच्छेदकः भवति तर्हि तत्र उदाहरणद्वयं तत्र समानं खलु नाम तत्र अवगमनम् अस्ति खलु अस्मि अत्र किम् उदाहरणद्वयं वदति इति कोऽपि प्रश्नः अस्ति वा अत्र तत्र यथा शाखावच्छेदनवृक्षे कपिसंयोगः जायते तथैव अत्र वाक्यं किम् अस्ति शाखावच्छेदेन वृक्षे कपिसंयोगः जायते तथैव अत्र तद्वत् अत्र मध्यदेश अवच्छेदेन वनिः पर्वते अस्ति इति ज्ञानम् तत् तदेव अस्ति उत्तमं भगिनि तदेव अस्ति अस्तु इदानीम् अत्र एकः एव पर्वतः पर्वते सर्वत्र वह्निः नास्ति अतः पर्वते वह्निः मध्यदेश अवच्छेदेन अस्ति इति वदामः किन्तु इति अत्र उदाहरणद्वयं किन्तु अस्माकं मूलवाक्यं नाम पर्वतत्व अवच्छेदेन इति अनुमानवाक्यम् यदस्ति तत्र पर्वते वह्निमान् पर्वतः वह्निमान् धूमात् इति तत्र अनेके पर्वताः सन्ति तर्हि तत्र वह्निः कुत्र अस्ति इत्युक्तौ इदानीं तत्र एतद् उदाहरणं भिन्नं प्रथम उदाहरणं वृक्षस्य उदाहरणं भिन्नं द्वितीय उदाहरणं पर्वतः एकः एव पर्वतः इति किन्तु अनुमानवाक्ये पर्वतः वह्निमान् धूमात् इत्यस्मिन् तत्र अनेके तत्र पर्वताः भवेयुः इदानीं तत्र सर्वत्र वह्नि वर्तते वा नाम सर्वेषु पर्वतेषु वह्निः अस्ति वा अथवा कुत्रचित् केषुचित् पर्वतेषु एव वह्नि अस्ति वा इति तत्र द्वैविध्यम् आसीत् प्रथमविध अनुमाने तत्र पक्षता अवच्छेदक अवच्छेदेन नाम पक्षता अवच्छेदकम् इत्युक्ते पर्वतत्वं तस्य अवच्छेदेन इत्युक्ते यत्र यत्र पर्वतत्वं वर्तते तत्र तत्र सर्वत्र वह्निः अस्ति नाम सर्वेषु पर्वतेषु इति आगच्छति किन्तु केवलं पक्षत अवच्छेदकसमानादिकरण्येन इति वदामः तदा किं भवति पक्षत अवच्छेदकं नाम पर्वतत्वं यत्र पर्वतत्वम् अस्ति नाम तस्य पर्वतत्वस्य अधिकरणं किम् अस्ति तस्मिन् अधिकरणे तस्य सामानादिकरण्यम् एव तत्र अवच्छेदकम् इत्युक्ते केषुचित् पर्वतेषु एव वर्तते इति आगच्छति अग्रे किन्तु इदानीं तत्र किम् आवश्यकं मनसि स्थापयितुम् इत्युक्ते तत्र अस्मिन् परिच्छेदे यद् उदाहरणं दत्तमस्ति अस्मिन् परिच्छेदे तद् उदाहरणम् एतदुदाहरणम् अस्ति न तु अनेके पर्वताः इति सम्यक् भवेत् अस्मिन् परिच्छेदे एतत् उदाहरणं पूर्वस्मिन् परिच्छेदे वृक्षः कपिसंयोगः शाखा द्वयोः तत्र समानता वर्तते किन्तु मूलविषये तत्र अनेके पर्वताः सन्ति. अस्तु, तर्हि पक्षता अवच्छेदकेन इत्युक्ते पक्षता अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन नाम सर्वेषु पर्वतेषु इति आगच्छति. इदानीं द्वितीयम् अनुमानम् इति पश्यामः. अत्र कोऽपि प्रश्नः वा? तत्र एतत् स्पष्टम् अस्ति वा? कृपया पृच्छन्तु यदि प्रश्नः अस्ति चेत्. अत्र स्पष्टता नास्ति चेत् नाम अत्र मृणालिनी भगिनी उक्तवती तत्र वाक्यं किम् अस्ति अस्मिन् उदाहरणे वाक्यं किम् अस्ति अवच्छेदकम् इत्यादिकम् उपयुज्य वाक्यं किम् आसीत् अत्र तत्र उषा भगिनी वदति वा अत्र वाक्यं किम् आसीत् मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते. हा उत्तमं भगिनि. हा मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते. समीचीनं. यथा शाखावच्छेदेन कपिसंयोगः संयोगः वृक्षे वर्तते वृक्षे वर्तते तथैव मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते. तर्हि तत्र शाखा अवच्छेदेन अत्र मध्यदेश अवच्छेदेन खलु शाखावच्छेदेन अत्र मध्यदेश अवच्छेदेन अत्र खलु. किन्तु अत्रापि अत्रापि पर्वतत्व अवच्छेदेन इति न उक्तं खलु खलु शाखावच्छेदेन इति अत्र मध्यदेश अवच्छेदेन इति अत्र पर्वतत्व इति न उक्तम् अतः पर्वतत्व अवच्छेदेन इति अन्यत् उदाहरणम्. एतत् उदाहरणं नास्ति एतत् उदाहरणं नास्ति तदेव मूलविषयः. अनेकपर्वत अस्ति चेत् एव अवच्छेदन सर्वेषु पर्वतेषु वह्निः अस्ति इति तादृश अनुमानं कर्तुम् इच्छामश्चेत् तत्र पर्वतत्व अवच्छेदेन नाम सर्वेषु यत्र यत्र पर्वतं पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निः अस्ति नाम सर्वेषु पर्वतेषु वह्निः अस्ति इति इच्छा तत्र. अतः पर्वतत्व अवच्छेदेन इति प्रथमविद अनुमानं तस्मिन् स्थले भवति. मध्यदेश अवच्छेदेन इति अस्मिन् उदाहरणे शाखा अवच्छेदेन इति अस्मिन् उदाहरणे पर्वतत्व अवच्छेदेन इति प्रथमविद अनुमा अनुमिति तस्याम्. अस्तु समीचीनम्. अस्तु इदानीम् अग्रे सरामः. अग्रे तत्र गृहणी भगिनी भवती एव खलु. तर्हि पक्षतावच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्वावच्छेदेन वह्निर् अनुमतिः. अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते. तत्र च वह्नी प्रतियोगिकः. तत्र च वह्नी वह्नी प्रतियोगिकः संयोगः. अस्तु, तत्र च वह्नी प्रतियोगिकः तत्र च वह्नी प्रतियोगिकः संयोगः नाम तत्र संयोगस्य तत्र वह्नी एव प्रतियोगी इति. प्रतियोगिकसंयोगे पक्षः पर्वतः पक्षतावच्छेदकं पर्वतत्वं तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते. तथा च पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इति सम्बन्धः. एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः, अनुयोगी इत्युक्तौ आधारः. आधारः अधिकरणम्. अत्र च व्याप्यव्यापकभावः पर्वतत्वं व्याप्यं संयोगः व्यापकः. यथा धूमः वह्निः च धूमः व्याप्यः वह्निः व्यापकः धूमः व्याप्यः वह्निः व्यापकः व्याप्ये सति व्यापकः सन् अतः धूमः अस्ति चेत् वह्निः अवश्यमस्ति एवमेव किञ्चित् उपरि आचार्य एवमेव पर्वतत्वव्यापकः पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं संयोगः व्यापकः पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु किन्तु वह्निसंयोगः महानसे अपि अस्ति अन्यत्र च बहुत्र अस्ति तर्हि पक्षतावच्छेदक अवच्छेदेन साध्यम् इति स्थले अत्र साध्यम् इति स्थले अर्थात् किम् आचार्य अस्य पदस्य साधनं वा पक्षतावच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्वावच्छेदेन आचार्य न श्रूयते किमपि अन्ये श्रोतुं शक्नुवन्ति वा न महोदय न श्रूयते भवतः ध्वनिः न श्रूयते अहम् आसं क्षम्यतां मम दोषः मृलनी भगिनी क्षम्यतां तत्र अद्य वयं किं कृतवन्तः नाम अनुमानस्य द्वैविध्यम् इति एव आरम्भे उक्तं खलु सर्वेषु पर्वतेषु वह्निः अथवा केषुचित् पर्वतेषु वह्निः खलु प्रथमविधं तस्य नामकरणं तत्र साध्यं कीदृशम् इत्युक्ते पक्षतः अवच्छेदक अवच्छेदेन साध्यम् द्वितीयविधं केषुचित् तत्र पक्षत अवच्छेदकसामानादिकरण्येन साध्यम् तर्हि यदि एतत् पठामः तर्हि प्रथमविध अनुमितिः इति ज्ञानं भवेत् खलु एतत् तत्र सामानादिकरणीयेन इति अस्ति चेत् तत् द्वितीयविधम् अनुमानम् तथा एव तत्र साध्यम् पक्षतावच्छेदक अवच्छेदेन साध्यम् अथवा पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमितिः नाम या अनुमितिः यस्याम् अनुमित्यां साध्यं कीदृशमस्ति पक्षता अवच्छेदक अवच्छेदेन साध्यम् अस्ति तद् तादृशी अनुमितिः नाम प्रथमविध अनुमितिः अथवा अपरः अस्ति तत्र यत्र सामानादिकरणीयेन इति भवति खलु इदानीं प्रथमविधस्य एव इदानीं विषयः अतः पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति स्थले अतः अत्र किं जातं नाम शाखा अवच्छेदेन कपिसंयोगः वृक्षे वर्तते तद् अवगतं मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते तद् अवगतम् इदानीं पर्वतत्व अवच्छेदेन वह्निः तस्य अवगमनं तस्य विवरणं तत्र पक्षत अवच्छेदक अवच्छेदेन तत्र पक्षत अवच्छेदकं किम् अस्ति पर्वतत्वम् इति उक्तं खलु तर्हि पर्वतत्व अवच्छेदेन तदेव तत्र दत्तं पर्वतत्व अवच्छेदेन वह्नि अनुमिति नाम साध्य अनुमितिः साध्यमस्ति वह्निः तत्र पर्वतत्व अवच्छेदेन साध्य अनुमितिः पर्वतत्व अवच्छेदेन वह्नि अनुमितिः साध्यम् अत्र वह्निः पक्षता अवच्छेदकम् इति अस्ति पर्वतत्वम् तर्हि पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन साध्य अनुमिति इत्युक्तौ साध्यं वह्निः अस्ति इति कृत्वा वह्निरनुमितिः इति भवति. समीचीनं वा भगिनि? आमां सत्यमाचार्य. आम् अस्तु, इदानीम् अग्रे अत्र महोदय पुनः पुनः एकवारं तत्र प्रथमः कः इति उक्तवान्? यतोहि पक्षतावच्छेदकावच्छेदेन साध्यमिति द्वितीयः इति उक्तवान् खलु उपरि. ओ क्षम्यतां भगिनि, यदि द्वितीयः इति अहम् उक्तवान् दोषः, पक्षतावच्छेदक अवच्छेदेन इति प्रथमः एव अस्ति भगिनि, क्षम्यतां. साध्यमिति अस्तु प्रथमः एव इत्युक्ते तत्र सर्वेषु पर्वतेषु वह्निः इति तत्र. हा सत्यं भगिनि, तदेव अस्ति अत्र. सत्यं सत्यं. हा पूर्वं यदि तत्र द्वितीयः इति उक्तवान् तर्हि तत्र दोषः आसीत्, क्षम्यतां. तर्हि द्वितीयः पक्षतावच्छेदक सामानादिकरण्येन साध्यम् इति अस्तु. इदानीम् अस्माकम् उदाहरणे प्रथमः एव इत्युक्ते पक्षतावच्छेदक अवच्छेदेन साध्यम् इति स्थले इति स्थले पर्वतत्वावच्छेदेन वह्निः वह्निरनुमितिः इति स्थापनीयम् इति वा चिन्तनीयम् इति अर्थः इति अर्थः इति अर्थः नाम सोपानेन गच्छामः तर्हि नाम किन्तु प्रथमविध अनुमितिः नाम सर्वेषु पर्वतेषु इति एव अस्माकम् इच्छा अस्माकम् इच्छा. तर्हि तत्र नामकरणं किमस्ति? पक्षत अवच्छेदक अवच्छेदेन साध्यम् इति. तर्हि प्रथमभागः पक्षत अवच्छेदकं, पक्षतायाः अवच्छेदकं किम्? तत्र चन्द्रमती भगिनी पठितवती पक्षतायाः अवच्छेदकम् अस्ति पर्वतत्वम् इति खलु. तर्हि पक्षत अवच्छेदकम् इत्युक्ते पर्वतत्वम्. तर्हि पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन. समीचीनं वा? आमाम्. हा तर्हि पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन. इदानीं साध्यम् अस्ति, किन्तु अस्माकम् उदाहरणे साध्यं किमस्ति? वह्निः. तर्हि तत्र पक्षत अवच्छेदक अवच्छेदेन साध्यम् इति अपि पूर्वम् उक्तं, साध्य अनुमितिः इति अपि उक्तं. नाम साध्यस्य द्वैविध्यम्, अनुमितेः अपि द्वैविध्यम्. अस्तु तत्र प्रदर्शयामि तत्र. हा नाम अत्र अस्ति तत्र साध्यस्य द्वैविध्यम्, पक्षत अवच्छेदक अवच्छेदेन साध्यं प्रथमविधं, पक्षत अवच्छेदक सामानादिकरणेन साध्यं द्वितीयविधं खलु. पुनः तत्र साध्य अनुमितिः इति अपि अस्ति. प्रथमविधमस्ति पक्षत अवच्छेदक अवच्छेदेन साध्य अनुमितिः उद्दिष्टा, अथवा पक्षत अवच्छेदक सामानादिकरण्येन साध्य अनुमितिः उद्दिष्टा खलु. अस्तु महोदय. अतः अत्र पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन साध्यमस्ति वह्निः, तर्हि वह्निर् अनुमितिः इति आगच्छति अत्र. तदेव अत्र दत्तम्. पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन साध्यं वह्निः, साध्य अनुमितिः वह्निरनुमितिः. अस्तु महोदय, धन्यवादः. अग्रे ब्रह्मणि भगिनि. आम् अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते. तत्र च वह्निप्रतियोगिकः संयोगः नाम तत्र यदि वयं वदामः तत्र वह्निः पर्वते अस्ति इति कोऽपि वदति चेत् नैयायिकम् उद्दिश्य वदति चेत् नैयायिकः निश्चयेन पृच्छति, आम् अस्तु तत्र वह्निः पर्वते अस्ति वा केन सम्बन्धेन अस्ति इति निश्चयेन पृच्छति, अतः तत्र केन सम्बन्धेन वह्निः पर्वते साध्यते, नाम तत्र संयोगसम्बन्धः, समवायसम्बन्धः, किं कालसम्बन्धः वा किम् इति प्रश्नः भवति, अत्र संयोगसम्बन्धेन इति उत्तरं खलु. इदानीं संयोगप्रसङ्गे पूर्वम् एतद् उक्तं, किन्तु प्रायशः तत्र सर्वेषां मनसि नास्ति इति भवति एव, तत्र नाम वयं यत्र अभावः अस्ति अभावस्थले, वयं नाम घटस्य अभावः इति वदामश्चेत् तत्र घटः भवति प्रतियोगी, अभावः भवति अनुयोगी, खलु अनुयोगी प्रतियोगी इति आसीत् खलु, घटः अस्ति प्रतियोगी, अभावः घटाभावः अस्ति अनुयोगी, तथैव तत्र किम् अस्ति संयोगस्थले अथवा तत्र संयोग तत्र आधाराधेयभावस्थले अपि तत्र एतादृशप्रयोगः भवति, प्रतियोगी अनुयोगी, नाम तत्र यत्र तत्र अनुयोगी भवति अधिकरणम् अपि तत्र आदेयः भवति प्रतियोगी, अस्तु तर्हि तत्र वह्निः पर्वते अस्ति इत्यत्र कः आदेयः, किम् अधिकरणम्? तर्हि वह्निः आधेयः अधिकरणं पर्वतः, पक्षः पर्वतः खलु, अतः यत्र तत्र आदेय अधिक आदेयः अपि अधिकरणम् इति तादृशसम्बन्धः भवति, तत्र आदेयस्य नामकरणं कुत्रचित् प्रतियोगी इति तस्य वर्णनं भवति, अधिकरणस्य वर्णनम् अनियोगी इति अपि भवति, तर्हि तत्र वह्नि प्रतियोगिकः संयोगः नाम यस्मिन् संयोगे वह्निः प्रतियोगी अस्ति, अर्थः कः? तत्र वह्निः प्रतियोगी, वह्निः इति प्रतियोगी, तर्हि वह्निः प्रतियोगिकसंयोगः पर्वते, नाम कोऽपि संयोगः वर्तते, अत्र कः संयोगः इति, कः संयोगः विषयः अत्र? अत्र संयोगः तु वह्निः पर्वते अस्ति इति अस्ति किल, वह्निः पर्वतयोः संयोगः खलु, वह्निः पर्वतयोः संयोगः विषयः, तर्हि वह्निः पर्वतसंयोग इति विषये, संयोगे इति विषये तत्र प्रतियोगी कः अपि अनियोगी कः अस्ति? प्रतियोगी वह्निः, अनुयोगी पर्वतः, अतः अस्मिन् संयोगे वह्निः प्रतियोगी, तर्हि वह्निः प्रतियोगिकः संयोगः नाम यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण, वह्निः प्रतियोगिकसंयोगे पक्षः पर्वतः, वह्निः प्रतियोगिकसंयोगे अस्मिन् संयोगे पक्षः, संयोगः कुत्र जायते? पक्षे, पर्वते. पक्षतावच्छेदकं पर्वतत्वं, सत्यं, पक्षतावच्छेदकत्वं छेदकं पर्वतत्वं, तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते. पक्षतावच्छेदकव्यापकत्वम् इदानीं पुनः, अतः इदानीं तत्र व्यापकः इति तत्र अग्रे दत्तमस्ति, तदनन्तरम् अग्रे अत्र आगच्छामः तर्हि इदानीं एतावत् भवती पठितवती भासते इति अस्तु तर्हि तत्र अग्रे अपि पठतु भगिनि पुनः एकवारं पठतु तथा च इति तथा च तथा च पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इति सम्बन्धः पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः ओ तर्हि व्यापक पर्वत एव पर्वतत्वव्यापकपर्वत भवति किल न न भगिनि एकनिमिषः तर्हि इदानीम् एतावत् चिन्तनं भवतु नाम पक्षता अवच्छेदकं किमस्ति पक्षता अवच्छेदकम् अस्ति वह्निप्रत्ययो न भवती पठितवती पक्षता अवच्छेदकं किम् आसीत् पक्षता अवच्छेदकं पर्वतत्वम् खलु तदेव पूर्वमपि पक्षता अवच्छेदकं नाम पर्वतत्वम् इति खलु तर्हि पक्षता अवच्छेदकं पर्वतत्वम् अत्रापि दत्तं खलु भवती इदानीमेव उक्तवती पक्षता पर्वते एव तर्हि पक्षतायाः अवच्छेदकं पर्वतत्वम् इति इदानीं पर्वतत्वम् अवच्छेदकम् अस्ति खलु अपि तादृशपक्षत अवच्छेदक इति भागः अस्ति खलु व्यापकत्वं संयोगे भासते इदानीं भवती वदतु तत्र अवच्छेदक एतावत् पक्ष तादृशपक्षत अवच्छेदकम् इत्युक्ते किं तत्र किं स्थापयितुं शक्नुमः तादृशपर्वतत्वं अथवा केवलं पर्वतत्वं खलु पर्वतत्वं इदानीं पर्वतत्वव्यापकत्वम् इति आगतं खलु पर्वतत्वव्यापकत्वं कुत्र अस्ति संयोगे भासते संयोगे भासते इदानीं तत् सत्यमिति चिन्तयतु नाम पर्वतत्वव्यापकत्वं संयोगे भासते इत्युक्ते संयोगः कीदृशः व्यापकत्वं संयोगे अस्ति चेत् संयोगः कीदृशः भवति व्यापकत्वं तर्हि संयोगः व्यापकः व्यापकः खलु इदानीं संयोगः व्यापकः उत्तमं तर्हि व्यापकत्वं संयोगे अस्ति चेत् संयोगः व्यापकः तादृशपक्षता अवच्छेदक इत्युक्ते पर्वतत्वव्यापकत्वं अथवा पर्वतत्वव्यापकत्वं संयोगे अस्ति चेत् संयोगः कीदृशः भवति व्यापकः किन्तु कीदृशव्यापकः पर्वतत्वव्यापकः तर्हि पर्वतत्वव्यापकः संयोगः अस्ति खलु पदं पर्वतत्वव्यापकः संयोगः अस्ति खलु एवं अपि पूर्वमेव वयं दृष्टवन्तः वह्निप्रतियोगिकसंयोगः तदेव अत्र स्थापितं वह्निप्रतियोगिकसंयोगः अपि तर्हि संयोगस्य विशेषणद्वयं संयोगः वह्निप्रतियोगिकः संयोगः खलु अपि पर्वतत्वव्यापकः संयोगः स्वशब्दैः वदतु एतावत् तर्हि किं जातम् पूर्वम् अस्माभिः दृष्टं वह्निप्रतियोगिकः सम्बन्धः इति तर्हि वह्निः प्रतियोगिरूपेण स्वीक्रियते अत्र त तथा पर्वतः अधिकरण अनुयोगिरूपेण तर्हि वह्नि प्रतियोगिकः संयोगः अत्र अनन्तरम् अस्ति पक्षतावच्छेदकं पर्वतत्वं तर्हि अत्र पक्षतावच्छेदकव्यापकत्वम् अर्थात् पर्वतत्व अवच्छेदकव्यापकत्वम् अवच्छेदकम् इदं नास्ति इदानीं नास्ति पक्षत अवच्छेदकमेव पर्वतत्वम् पक्षता अवच्छेदकम् अर्थात् पर्वतत्वं पर्वतत्वव्यापकत्वं पर्वतत्वव्यापकं व्यापकत्वं संयोगे अर्थात् पर्वतत्वव्यापकः संयोगः उत्तमं भगिनि तदेव अस्ति तर्हि संयोगस्य विशेषणद्वयं किम् अस्ति पर्वतत्वव्यापकः संयोगः तथा वह्नि प्रतियोगिकसम्बन्धः संयोगः इति तादृशसम्बन्धः अस्ति इदानीं तत्र पुनः तत्र किञ्चित् विश्लेषणं कृतं नाम व्यापकः नाम किं प्रतियोगी नाम किम् इति अग्रे उक्तं किन्तु अग्रे पठतु इदानीं सुलभः एव भवति एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः अनुयोगी इत्युक्तौ आधारः अधिकरणम् एतदवगतम् अत्र च व्याप्यव्यापकभावः पर्वतत्वं व्याप्यं संयोगः व्यापकः संयोगः व्यापकः नाम पर्वतत्वव्यापकः इति वदामश्चेत् पर्वतत्वव्यापकः इति वदामश्चेत् संयोगः एव व्यापकः पर्वतत्वमेव व्याप्यं खलु अग्रे यथा धूमः वह्निः च धूमः व्याप्यः वह्निः व्यापकः धूमः व्याप्यः वह्निः व्यापकः खलु यत्र यत्र धूमः तत्र तत्र वह्निः तर्हि वह्निः व्यापकः व्याप्ये सति व्यापकः सन् अतः धूमः अस्ति चेत् वह्नि अवश्यम् अस्ति एवमेव पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं संयोगः व्यापकः तर्हि पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव वह्नि सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्नि संयोगः अपि सर्वेषु पर्वतेषु खलु आमां यदि सर्वेषु पर्वतेषु वह्नि साधयितुम् इच्छामः चेत् वह्नि संयोगः अपि सर्वेषु पर्वतेषु भवेत् किन्तु वह्नि संयोगः महानसे अपि अस्ति अन्यत्र च कुत्र बहुत्र अस्ति खलु अतः तत्र वह्निसंयोगः व्यापकः भवति नाम यत्र पर्वत नाम यत्र धूमः तत्र वह्निः इति वदामः किन्तु तत्र यत्र वह्निः तत्र धूमः निश्चयेन अस्ति इति नास्ति खलु धूमः अस्ति चेत् वह्निः अस्ति किन्तु वह्निः अस्ति चेत् धूमः भवेत् वा न भवेत् अतः एव तत्र धूमः व्याप्यः वह्निः व्यापकः तथैव अत्र पर्वतत्वं व्याप्यं नाम यत्र पर्वतत्वम् अस्ति तत्र संयोगः वह्निसंयोगः अस्ति इति इच्छा किन्तु यत्र वह्निसंयोगः अस्ति तत्र पर्वतत्वम् अस्ति इति न इच्छामि इति न वदामः खलु अतः पर्वतत्वं व्याप्यं भवति अपि वह्निसंयोगः व्यापकं भवति व्यापकः भवति वह्निसंयोगः व्यापकः भवति अतः यथा धूमः वह्निः तथैव पर्वतत्वम् अपि वह्निसंयोगः भवति अतः संयोगः कीदृशः पर्वतत्वव्यापकः संयोगः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निसंयोगः अस्ति इति इच्छामः अपि वह्निसंयोगः अस्ति चेत् तत्र पर्वतत्वम् अस्ति इति न वदामः न इच्छामः अतः पर्वतत्वं व्याप्यं पर्वतत्व तत्त्वस्य व्यापकः संयोगः अपनिसंयोगः अपि अस्मिन् संयोगे अधिकरणम् अस्ति पर्वतः आदेयः अस्ति वह्निः अतः संयोगः कीदृशः वह्निप्रतियोगिकः संयोगः नाम यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण भवति इति अस्ति अस्तु बहु समीचीनं भगिनि हा अस्तु अतः तत्र अग्रिमसप्ताहे अपि तत्र एतं परिच्छेदं पठित्वा अग्रेसरामः तत्र अस्मिन् विषये स्पष्टता भवेत् अस्तु धन्यवादः बहु समीचीनम् आसीत् धन्यवादः आचार्य अग्रिमे अग्रिमे सप्ताहे सोमवासरे दिवाली पर्व किं भगिनि किं कुर्मः अस्तु अस्तु तर्हि तत् तर्हि तस्य अग्रिमे सप्ताहे मिलामः तर्हि अस्तु भगिनि आमामां कृपया अस्तु भगिनि अस्तु तदेव कृतवान् चिन्ता मास्तु अस्तु भगिनि तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः नमस्कारः